गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। तर्हि हेतुः त्रिविधम्, अन्वयव्यतिरेकी हेतुः, केवलान्वयहेतुः, केवलव्यतिरेकी हेतुः इति। तत्र केवलान्वयी हेतुः, तत्र अनुमानं किम् आसीत् इति चेत् घटः अभिधेयः प्रमेयत्वात् पठवत् इति अनुमानवाक्यम्। तर्हि घटः इति पक्षः, अभिधेयः इति साध्यम्, प्रमेयत्वात् इति हेतुः, पठवत् इति उदाहरणम्। तत्र अभिधा इत्युक्ते किम् इति चेत् ईश्वर इच्छा, ईश्वर इच्छा एव अभिधा अस्ति। तर्हि अभिधेयः इत्युक्ते किम्, इच्छायाः विषयः यदस्ति तदेव अभिधेयः। अपि च अभिधेये अभिधेयत्वम् इति कश्चन धर्मः वर्तते। तर्हि ईश्वर इच्छायाः विषय ईश्वरेच्छायाः विषयः यदस्ति तस्यैव अभिधेयः, तस्मिन्नेव अभिधेयत्वम् इति धर्मः वर्तते इति कृत्वा तत्र अभिधेयः इति यदस्ति तत् साध्यम्, अपि च प्रमेयत्वम् एवमेव। प्रमेयः इत्युक्ते किम् इति चेत् ईश्वरज्ञानस्य विषयः यदस्ति तदेव प्रमेयः, तस्मिन् प्रमेयत्वम् इति कृत्वा अभिधेयत्वम् अपि च प्रमेयत्वम् अनयोः अभावः यदा कदापि न भवति। इत्युक्ते तादृशविषयः लोके नास्ति यः विषयः ईश्वर इच्छायाः विषयः नास्ति, अपि च ईश्वरज्ञानस्य विषयः नास्ति सर्वज्ञत्वात् ईश्वरः इति कृत्वा। तर्हि अत्र यत्र यत्र अभिधेयत्वं, यत्र यत्र प्रमेयत्वं, तत्र तत्र अभिधेयत्वम् इति अन्वयव्याप्तिवाक्यं वक्तुं शक्यते। किन्तु यत्र यत्र अभिधेयत्व अभावः तत्र तत्र प्रमेयत्व अभावः इति वाक्यमेव न रचयितुं शक्यते। किमर्थमित्युक्ते अभिधेयत्व अभावः इत्यस्य अर्थः एव नास्ति, कुत्रचित् न द्रष्टुं शक्यते अभिधेयत्व अभावः, एवं प्रमेयत्व अभावः अपि न द्रष्टुं शक्यते इति कृत्वा यथा इति उदाहरणं न वक्तुं शक्यते। यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वं, यथा पठं यथा पठः इति उदाहरणं वक्तुं शक्यते। किन्तु यत्र यत्र अभिधेयत्वाभावः तत्र तत्र प्रमेयत्वाभावः यथा इति उदाहरणमेव न वक्तुं शक्यते। किमर्थम् इति चेत् अभिधेयत्व अभावः वा प्रमेयत्व अभावः वा यत्र कुत्रापि न भवत्येव इति कृत्वा एतादृशहेतुः प्रमेयत्वम् इति हेतुः वस्तुतः अत्र साध्यम् अपि केवल अन्वयी साध्यम् इत्येव वक्तव्यं भवतु। तत्र किमर्थं केवलान्वयी हेतुः इति उक्तम् इति चेत् अत्र व्याप्तिवाक्यद्वयं भवति खलु, अन्वयव्याप्तिः व्यतिरेकव्याप्तिः। तर्हि तादृशहेतुः केवलान्वयी हेतुः अस्ति यस्मिन् केवलम् अन्वयव्याप्तिः एव भवति, व्यतिरेकव्याप्तिः न भवति। अस्तु, इति एतत् सर्वम् अस्माभिः अधीतम्। कुत्र आरम्भणीयमस्ति? 212 पेज् मध्ये वा? तत्र अन्तिमपरिच्छेदः कीदृशस्तर्हि इति खलु। अस्तु, वर्षा भगिनी भवती एव आरब्धं करोतु, कीदृशस्तर्हि व्याप्तिग्रहः प्रकृते? कीदृशस्तर्हि व्याप्तिग्रहः प्रकृते? अत्र कीदृशव्याप्तिः अस्ति इति उच्यते. साध्यहेत्वोः अन्वयव्याप्तिः एव इह गृह्यते. प्रमेयत्वस्य यत् अधिकरणं भूतलं तत्र विद्यमान अभावः न हि अभिधेयत्वस्य अभावः तस्य अप्रसिद्धत्वात्, किन्तु घटः नास्ति इति अभावः. अत्र अस्ति, अत्र प्रथमं तु व्याप्तिः कीदृशव्याप्तिः इत्युक्ते अत्र साध्यहेतोः अन्वयव्याप्तिः एव अत्र घटः अभिधेयः प्रमेयत्वात् पटवत् इति वाक्ये अस्ति इति कृतमस्ति. अत्र प्रमेयत्वस्य अधिकरणं यः अस्ति भूतलं, तस्मिन् अभावः अभिधेयस्य अभावः यदा कदापि न भवति. अत्र कीदृश अभावः भवति? अत्र घटः न, वस्तुतः घटः एव नास्ति इति अभावः एव भवितुम् अर्हति. अतः अत्र अस्ति घटः नास्ति इति अभावः, न अभिधेयस्य अभावः इति. घट अभावस्य प्रतियोगित्वं, तत् प्रतियोगित्वम् इति अग्रिमवाक्ये अस्ति. तत् प्रतियोगित्वम् इत्युक्ते घट अभावस्य प्रतियोगित्वं, घटे अस्ति प्रतियोगित्व अभावः. अभिधेयत्वे इति भवति अभिधेयत्वं प्रमेयत्वस्य व्यापकम्. ओहो सोरि, तत् प्रतियोगित्वं घटे, प्रतियोगित्व अभावः अभिधेयत्वे इति भवति अभिधेयत्व अभिधेयत्वं प्रमेयत्वस्य व्यापकम्. अत्र व्याप्तिः अत्र व्याप्यव्यापकभावः कथम् अस्ति इति वर्णनमस्ति. घटाभावस्य प्रतियोगी घटः अस्ति, अपि च अभिधेयत्वे प्रतियोगित्व अभावः अस्ति. किमर्थं चेत् अत्र अभिधेयत्वस्य अभावः एव न भवितुम् अर्हति इति कृत्वा प्रतियोगित्व अभावः अभिधेयत्वे अस्ति इति कृत्वा अभिधेयत्वं प्रमेयत्वस्य व्यापकं भवति. तद् लास्ट् त्री वर्ड् न स्पष्टं महोदय. अभिधेयत्वं कथं प्रमेयत्वस्य व्यापकं भवितुम् अर्हति इति न बुद्धं. प्रतियोगित्वं घटे इति बुद्धं, प्रतियोगित्व अभावः अभिधेयत्वे इति बुद्धम्. तद् तत्र प्रायः इतोपि चिन्तनीयं, प्रतियोगित्व अभावः अभिधेयत्वे इत्यस्य विषये किञ्चित् चिन्तयतु. प्रतियोगित्व अभावः इति वा महोदय? अत्र अभिधेयस्य अभावः अस्ति चेत् एव अभिधेयत्वे प्रतियोगित्व अभिधेयत्व अभावस्य प्रतियोगित्वं भवितुम् अर्हति. परन्तु अत्र अभिधेयत्वं नित्य अभिधेयत्वम् इति इत्यस्य अभावः एव नास्ति इति कृत्वा तस्य अभावस्य प्रतियोगी अपि अभिधेयत्वे न अस्ति, प्रतियोगित्वम् अपि अभिधेयत्वे न अस्ति. अतः एव ग्रन्थकर्ता लिखितं प्रतियोगित्व अभावः अभिधेयत्वे अस्ति इति. घट प्रतियोगित्व अभावः न, अभिधेयत्व प्रतियोगित्व अभावः अभिधेयत्वे अस्ति इति. अभिधेयत्वप्रतियोगित्व अभावः अभिधेयत्वे, घटप्रतियोगित्व घटत्वप्रतियोगित्व अभावः घटे अस्ति वा न वा? सर्वत्र अस्ति खलु? सर्वत्र अस्ति, घटं विहाय सर्वत्र अस्ति. तर्हि न, तादृशं नास्ति. अत्र पश्यतु, किं वाक्यं भवत्या समीचीनतया न गृहीतम् इति चेत् अत्र तृतीयवाक्यमस्ति खलु, प्रमेयत्वस्य यद् अधिकरणं भूतलं तत्र विद्यमान अभावः, विद्यमानः अभावः. अस्तु, इदानीं वस्तुस्थितिः का? कस्मिन् विषये चिन्तनं? भूतले घटः नास्ति इति. हा उत्तमं. कस्मिन् विषये? भूतले घटः नास्ति खलु, भूतले घटाभावः. तर्हि भूतले विद्यमानघटाभावस्य प्रतियोगी कः? घटः. हा, घटे प्रमेयत्वम् अस्ति वा न वा? अस्ति. तर्हि इदानीम् अस्माकं पुरतः सन्दर्भः कः इति चेत् भूतले घटाभावः. घट अभावस्य प्रतियोगी कः? घट अभावस्य प्रतियोगी तु घटः. अपि च घट अभावस्य प्रतियोगी केवलं घटः एव, अन्यत् किमपि नास्ति. घट अभावस्य प्रतियोगी पटः नास्ति खलु? तर्हि घट अभावस्य प्रतियोगित्वं केवलं घटे एकस्मिन्नेव घटे घट अभावस्य प्रतियोगित्वं, तावद्बुद्धं खलु? तर्हि पश्यतु, प्रमेयत्वस्य यद् अधिकरणं भूतलं तत्र विद्यमानः अभावः न हि अभिधेयत्वस्य अभावः तस्य अप्रसिद्धत्वात्. घटे भूतले घटः नास्ति, भूतले घटाभावः इत्यत्र तत्र अभावः कः इति चेत् अभिधेयत्वस्य अभावः नास्ति, किन्तु घटस्य अभावः. घटः इति घट अभावस्य प्रतियोगी, तर्हि प्रतियोगित्वस्य अभावः एव भूतले खलु? तर्हि तत् प्रतियोगित्वं घटे प्रतियोगित्व अभावः अभिधेयत्वे. तत् किं प्रतियोगित्व अभावः अभिधेयत्वे? घटप्रतियोगित्व अभावः अभिधेयत्वे अस्ति इति वा? घटप्रतियोगित्व अभावः अभिधेयत्वे इति कृत्वा, इत्युक्ते घट घटप्रतियोगी कः? घटः, केवलं घटः. तर्हि घटप्रतियोगी अभावः घटप्रतियोगित्व अभावः पटे वर्तते खलु? घटप्रतियोगित्व अभावः पटे वर्तते, मठे वर्तते. लोके यानि द्रव्याणि सन्ति तेषु सर्वेषु द्रव्येषु घटप्रतियोगित्व अभावः वर्तते. एवम् अभिधेयत्वे अपि वर्तते खलु? अभिधेयत्वम् इति कश्चन पदार्थः अस्ति, अभिधेयः इति कश्चन पदार्थः अस्ति, तस्मिन् घटप्रतियोगित्व अभावः अपि अस्ति. इत्युक्ते घटप्रतियोगित्व अभावः अभिधेयत्वे अस्ति, यः अभावः घटे नास्ति. तर्हि न्यूनवृत्तित्वम् आगतं खलु, व्याप्यत्वम् आगतम्. घटप्रतियोगित्व अभावः घटं विहाय लोके सर्वत्र अस्ति, पटप्रतियोगित्व अभावः पटं विहाय लोके सर्वत्र अस्ति. एवम् अभिधेयत्वप्रतियोगित्व अभावः अभिधेयित्वं विहाय लोके सर्वत्र अस्ति इति न वक्तुं शक्यते. किमर्थम् इत्युक्ते अभिधेयत्वस्य अभावः एव न भवति. बुद्धं वा? आं महोदय. बट् ऐ स्टिल् थिङ्ग् महोदय, अत्र कथं व्याप्यव्यापकभावः इति तदेव इदानीं महमस्मि. शृणोतु, घटप्रतियोगित्व घटप्रतियोगी कः? घट अभावप्रतियोगी कः? घटः. तर्हि घट अभावप्रतियोगी किं न इति चेत् पटः खलु? घटं विहाय लोके ये यानि वस्तूनि सन्ति तानि सर्वाणि अत्र घट अभावस्य प्रतियोगी न खलु? तर्हि घटप्रतियोगित्व अभावः कुत्र कुत्र वर्तते लोके इति चेत्, लोके अत्र चिन्तयतु, सहस्रवस्तूनि सन्ति इति चिन्तयतु, देर् आर् 1000 ऐटम्स्. तर्हि घटं विहाय 999 द्रव्यं मध्ये घटप्रतियोगित्व अभावः वर्तते वा न वा? वर्तते। हा एवं पटप्रतियोगित्व अभावः पटं विहाय लोके 999 ऐटम्स् मध्ये वर्तते। अस्तु इदानीम् अभिधेयत्वप्रतियोगित्व अभावः इति चिन्तनीयम्। अभिधेयत्वस्य अभावः भवति चेत् अभिधेयः अभिधेयत्व अभिधेयत्व अभावस्य प्रतियोगी अभियोगित्वं भवति। किन्तु अभिधेयत्व अभावः एव न भवति इति कृत्वा सर्वे 1000 ऐटम्स् अभिधेयः अभिधेयाः सन्ति खलु। प्रतियोगित्व अभावः अभिधेयत्वस्य प्रतियोगित्व अभावः सर्वत्र वर्तते इति वा? इति नास्ति, अभिधेयत्व अभावः इति न वक्तुं शक्यतेव। अभिधेयत्वस्य अभावः इति वक्तुं शक्यते चेत् इत्युक्ते अभिधेयत्वस्य अभावः भवितुम् अर्हति चेत् अभिधेयत्वस्य अभावः भवितुम् अर्हति चेत् एव अभिधेयत्वं प्रतियोगी भवति। प्रतियोगी भवति चेत् एव प्रतियोगित्वस्य अभावः कुत्र कुत्र वर्तते इति चिन्तनं खलु, सोपानेन चिन्तयामश्चेत्। किन्तु अभिधेयत्वस्य अभावः एव न भवति इति कृत्वा अभिधेयत्व अभावस्य प्रतियोगी एव न भवति। प्रतियोगी न भवति चेत् प्रतियोगित्वस्य अभावः अपि न भवति इति कृत्वा तत्र अभिधेयत्वं सहस्रवस्तूनि वर्तते, किन्तु घटत्वं केवलं घटे एव वर्तते। प्रमेयत्वं कुत्र अस्ति? घटे एव अस्ति। इति कृत्वा अत्र इदानीम् अभिधेयत्वं सहस्रवस्तूनि वर्तते, किन्तु अत्र घटप्रतियोगित्व अभावः घटं विहाय अन्येषु सर्वेषु वर्तते इति कृत्वा अत्र न्यूनता विजाता खलु। अस्तु, अभिधेयत्वं सहस्रवस्तूनि सन्ति इति चिन्तयतु लोके। अभिधेयत्वं सहस्रवस्तूनि कुत्र कुत्र अस्ति? सर्वत्र अस्ति। सर्वत्र अस्ति। प्रमेयत्वं कुत्र कुत्र अस्ति? सर्वत्र अस्ति। सत्यम्। अस्तु तर्हि अभिधेयत्वस्य इदानीं घटः इति स्वीकुर्मः, घटस्य अभावः कुत्र अस्ति? भूतले अस्ति। हा भूतले विद्यमान घट अभावस्य प्रतियोगी कः? घटे अस्ति घटः खलु, घटः। हा तर्हि प्रतियोगित्व अभावः भूतले विद्यमान घट अभावस्य प्रतियोगित्व अभावः घटे अस्ति वा? न, घटं विहाय सर्वत्र अस्ति। हा घटं विहाय सर्वत्र इत्युक्ते कति विषयेषु अस्ति? 99 विषये अस्ति। 999 विषये अस्ति। 999 विषये अस्ति। हा तर्हि घटप्रतियोगित्व अभावः 999 विषये अस्ति, किन्तु अभिधेयत्व अभावस्य अभिधेयत्व अभावः इति वक्तुं शक्यते वा प्रथमं? न वक्तुं शक्यतेव। इति कृत्वा अभिधेयत्वस्य अभिधेयत्वस्य प्रतियोगी भवति वा? अभिधेयत्व अभावस्य प्रतियोगी भवति वा? अभिधेयस्य अभावः न भवति। अभिधेयत्व अभावस्य प्रतियोगी एव न भवति। तर्हि अभिधेयत्व अभावस्य प्रतियोगित्वस्य अभावः भवति वा न वा? इत्युक्ते अभिधेयत्वस्य अभावस्य प्रतियोगित्वस्य अभावः सर्वत्र भवेत् किल महोदय? हा, इदानीं सर्वत्र इति उक्तं खलु, थौसण्ड्। अभिधेयत्वस्य अभिधेयत्व अभावस्य प्रतियोगित्व अभावः सर्वत्र वर्तते, थौसण्ड् विषये वर्तते, किन्तु घटप्रतियोगित्व अभावः केवलं 999 घटं विहाय अन्यत्र वर्तते इति कृत्वा अभिधेयत्व अभावप्रतियोगित्व अभावः। अभिधेयत्व अभावप्रतियोगित्व अभावः इत्युक्ते किम्? अभिधेयत्वं खलु। इति कृत्वा अभिधेयत्वं प्रमेयत्वस्य अपेक्षया व्यापकं भवति इति अत्र लिखितम्। अत्र प्रमेयत्वम् अत्र कथम् आगतं? तदेव न अबुद्धम्। ऐ गाट् दिस् ऐडिया आफ़् थौसण्ड् नैन् बिट्वीन् अभिधेयत्वम् एण्ड् घटाभावप्रतियोगित्वम् आर् पटाभावप्रतियोगित्वं, बट् हौ डु वि लिङ्क् इट् टु प्रमेयत्वम् एण्ड् सेत् दर् इस् व्याप्यव्यापकभावः? हा, प्रमेयत्वस्य यद् अधिकरणं भूतलं तत्र विद्यमानः अभावः। अस्तु, इदानीम् अत्र प्रमेयत्वं कुत्र अस्ति? प्रमेयत्वमपि भूतले अस्ति। न, प्रमेयत्वं भूतले नास्ति। प्रमेयत्वस्य यद् अधिकरणं भूतलं तत्र विद्यमानः अभावः। तर्हि अत्र प्रमेयः कः अस्मिन् वाक्ये? घटः। न, घट अभावः खलु। ओके, हा महोदय, अत्र ओके, हा, घट अभावः अत्र प्रमेयः अस्ति, घट अभावे प्रमेयत्वम् अस्ति। घट अभावस्य यद् अधिकरणं भूतलं, तर्हि अत्र प्रमेयत्वं कुत्र अस्ति इति चेत् घट अभावे अस्ति। स च घट अभावस्य प्रतियोगी घटः, स च प्रतियोगिनः अभावः घटं विहाय लोके सर्वत्र वर्तते। तादृशं नास्ति अभिधेयत्वम् इति कृत्वा प्रमेयत्वस्य अपेक्षया अभिधेयत्वम् अधिकदेशवृत्तिः भवति। सर्वत्र वर्तते किन्तु घटाभावप्रतियोगित्व अभावः घटं विहाय लोके सर्वत्र वर्तते इति कृत्वा एकं स्थलं न्यूनमस्ति। घटाभावप्रतियोगित्वाभावः घटं विहाय अन्यत्र वर्तते, सर्वत्र अन्यत्र वर्तते इति कृत्वा एकं स्थलं न्यूनमस्ति, किन्तु तादृशम् अभिधेयत्वं नास्ति इति कृत्वा अभिधेयत्वं व्यापकं भवति, प्रमेयत्वं व्याप्यं भवति। अत्र प्रमेयत्वेन प्रमेयः इति किं स्वीकृतम् इति चेत् भूतले विद्यमानघट अभावः स्वीकृतः। बुद्धं वा महोदय? लास्ट् टु लैन्स् ऐ डिड् नाट् अण्डर्स्टाण्ड् महोदय वाट् यु सेड् नौ। अत्र प्रमेयत्व अभावः घटे अस्ति तद् अवबुद्धं, घटप्रमेयत्व अभावः तदेव। प्रमेयः इत्युक्ते किम् अत्र इदानीं घट अभावः? घट अभावः, घट ऐ गाट्, घटः भूतले न अस्ति इति प्रमेयत्व विषयम्। अतः प्रमेयत्व घटप्रमेयत्व घटप्रमेयत्व अभावः अभावस्य प्रतियोगी घटः अस्ति, सम्यक् वा? पुनः वदतु। घटप्रमेयत्व इति किमर्थं? ओके, घट अभाव प्रमेय घट अभावः एव प्रमेयः। घट अभावप्रतियोगी घटः, घट अभावप्रतियोगी अभावः घटं विहाय सर्वे सर्वाणि वस्तूनि वर्तते, सर्वेषु वस्तुषु वर्तते खलु। सो घट अभावप्रतियोगी अभावः घटं विहाय सर्वत्र वर्तते एव। सो हौ डस् इट् लिङ्क् अप् प्रमेयत्वम् अभिधेयत्वम्? अत्र अभिधेय घट अभावप्रतियोगित्व अभावः अभिधेयत्वविषये अपि घटं विहाय सर्वत्र वर्तते इति कृत्वा वा न अन्तिमवाक्यं किम् उक्तवती घट अभाव प्रतियोगी अभावः अत्र प्रमेयत्वविषये घटं विहाय सर्वत्र वर्तते न प्रमेयत्वविषये अत्र प्रमेयत्वविषये तत्रैव भवती क्लेशं करोति प्रमेयत्वविषये इति भाति इदानीं प्रमेयः कः घटाभावः तदनन्तरं प्रमेयत्वमिति त्यजतु घटाभावः प्रमेयः भूतले विद्यमानघटाभावः एव प्रमेयः तदेव ज्ञानस्य विषयः खलु घटाभावे प्रमेयत्वम् अस्ति तर्हि घटाभावस्य प्रतियोगी घटः घटाभावप्रतियोगी अभावः घटं विहाय लोके सर्वेषु वस्तुषु वर्तते इति जातं तद्बुद्धं तर्हि इदानीम् अभिधेयत्व अभावः इति कश्चन वस्तु अस्ति वा इति चिन्तनीयम् अभिधेयत्व अभावः इति वस्तु एव नास्ति यदि आसीत् तर्हि अभिधेयत्वस्य अभावः कुत्रचित् द्रष्टुं शक्यते अभिधेयत्वस्य अभावप्रतियोगी अभिधेयत्वं भवति अभिधेयत्व अभावप्रतियोगी अभावः अभिधेयत्वं विहाय लोकेषु लोके सर्वत्र वर्तते इति वक्तुं शक्यते किन्तु अभिधेयत्व अभावः इति कश्चन पदार्थः एव नास्ति खलु प्रमेयत्व अभावः इति अत्र न स्वीकृतं प्रमेयत्व अभावः इति स्वीकृतं चेत् अत्र प्रमेयत्वस्य अभावः न भवत्येव किमर्थम् ईश्वरस्य ज्ञानम् ईश्वरज्ञानस्य विषयः यदस्ति तदेव प्रमेयः इति लक्षितं खलु इति कृत्वा प्रमेयत्वस्य अभावः यदा कदापि न भवति किन्तु इदानीं घट अभावः इति प्रमेयत्वेन स्वीकृतम् अस्माकं सामान्यज्ञानम् ईश्वरीयज्ञानं नास्ति अत्र सामान्यज्ञानमस्ति खलु यद् यद् अस्माभिः द्रष्टुं शक्यते चक्षुषा घट अभावः भूतले वर्तते तत्र घट अभावः यदस्ति तदेव प्रमेयः इति स्वीकृतं स्वीकृत्य अत्र अभिधेयत्वे व्यापकत्वं स्थापितम् साधितं व्यापकत्वं साधितम् So what is the link, Mahodaya? I got that now. Till now I've come. Gata abhava pratiyogi abhavaha sarvat, gata vihaya sarvatra vartate iti, that I got for that gata abhava vakya. And I got gata abhava, and I got in the case of abhideyatva abhavaha eva nasti iti krutva atra abhideyatva abhava pratiyogi sarvatra asti. That also I got. So how do I link these two together? They seem to be on different levels. Correct. First one is abhidheyatva abhava and the second is ghata abhava. So how do I link ghata and abhidheyatva and prameyatva and say there is vyapti vyapaka abhava between both? Because abhidheyatvam iti ishvara iccha anusritya smabhi svikritam. Kintu atra ghata abhava tasmin ghata abhava prameyaha tyuktam kalu. Tatra prameyatvam tasya apekshaya uttam iti chet samanya asmakam jnana apekshaya uttam. The knowledge of ghata bhava which you and I have if you take ishvariya jnanam tasya vishayah tasminneva prameyatvam iti chet prameyatva abhavah iti na vaktum shakyateva kintu अस्माकं साध्यं किम् अत्र पक्षः कः घटः खलु घटः अभिधेयः प्रमेयत्वात् पटवत् सो वाट् दि आथर् इस् डूयिङ्ग् इस् हि इस् टेकिङ्ग् घट अभावः अस् प्रमेयः घट अभावः इस् नाट् दि अभावः नोन् बै भगवान् घट अभावः इस् नोन् बै जीवास् लेकर्स् हि इस् टेकिङ्ग् दट् घटाभावः प्रमेयः, तस्मिन् प्रमेयत्वमस्ति, तर्हि घटाभावस्य प्रतियोगी घटः, घटाभावप्रतियोगी अभावः घटं विहाय लोके सर्वत्र, तर्हि एकं स्थलम् अत्र न भवति घटप्रमेय घटाभावप्रतियोगित्व अभावः एके स्थले एकस्मिन् स्थले न भवति, किन्तु अभिधेयत्व अभावः इति न वक्तुं शक्यते इति कृत्वा अभिधेयत्वं सर्वत्र वर्तते इत्युक्ते यु केन् अण्डर्स्टाण्ड् इट् लैक् दिस्, ईश्वर इच्छायाः विषयः अभिधेयः इति स्वीकृत्य अभिधेयत्वं सर्वत्र वर्तते इति उक्तम्, किन्तु घटाभावः ईश्वरज्ञानस्य विषयः इति न स्वीकृतम्, अस्माकं सामान्यानां ज्ञानस्य विषयः इति स्वीकृत्य अत्र अभिधेयत्वं सर्वत्र वर्तते किन्तु प्रमेयत्वम् एकस्मिन् स्थले नास्ति इति कृत्वा अभिधेयत्वं प्रमेयत्वस्य अपेक्षया अधिकदेशवृत्तिः अस्ति इति कृत्वा अत्र व्यापकः भवति इति उक्तम्, दट्स् आल् दट् इस् डन्. वाट्? ओके महोदय, ऐ थिंक ऐ गॉट इट, ऐ थिंक अ लिटिल. हां, ही हैज एक्चुअली, ऐ स्टिल हैव नॉट अंडरस्टूड व्हाट इज द पर्पस ऑफ डूइंग दिस अनुमान, अस्य अनुमानस्य प्रयोजनं किम् अत्र अभिधेयत्वम् इति इत्युक्ते अत्र भिन्न उदाहरणम् अस्ति वा इति अपि द्रष्टव्यम्, अत्र अभिधेयत्वम् इति उदाहरणं विहाय अन्यदुदाहरणमस्ति वा, नो चेत् केवलम् अत्र अकाडेमिक् डिस्कशन् तदर्थम् एतद् उदाहरणम् उदाहृतं वा इति चिन्तनीयम्, किन्तु अत्र किमुक्तं तद् अनुसृत्य मया इदानीं प्रतिपादितम्, प्रमेयत्वम् अभिधेयत्वं प्रमेयत्वस्य व्यापकं, तर्हि ईश्वर इच्छायाः विषयः अभिधेयः इति चेत् लोके ये विषयाः सन्ति ते सर्वे ईश्वरस्य विषयाः ईश्वर इच्छायाः विषयः भवन्ति विषयाः भवन्ति इति कृत्वा अभिधेयत्वं सर्वत्र वर्तते, अभिधेयत्वस्य अभावः एव न भवति, किन्तु प्रमेयत्वम् इत्यत्र घट अभावः इदानीं प्रमेयः, घट अभावे प्रमेयत्वम् अस्ति, एकं स्थलं स्वीकृतं, प्रमेयत्वं तु सर्वत्र वर्तते, यदि ईश्वरज्ञानस्य विषयः एव प्रमेयः इति यद् उपरि उक्तं तदनुसृत्य ईश्वरज्ञानमेव प्रमेयः, तर्हि तस्मिन्नेव प्रमेयत्वं, तदेव उक्तं खलु एवमेव प्रमेयत्वरूपहेतुः अपि ज्ञातव्यः, प्रमा च यथार्थज्ञानम्, ईश्वरीयज्ञानं भवति तदाविधं तद्विषयं च प्रमेयत्वं, तद्विषयत्वं च प्रमेयत्वं, तदपि घटे पटे मठे सर्वत्र जगति वर्तते इति तदपि भवति केवलान्वयी, तद् अभावे अपि तर्हि अप्रसिद्धः, अतः हेत्वभावघटितः व्याप्ति ज्ञातुं न शक्यते, तदेतत् सर्वं मनसि निधाय सर्वस्यैव प्रमेयत्वात् अभिधेयत्वात् इति उक्तं, तर्हि इदानीम् अत्र घट अभावे विद्यमानप्रमेयत्वं यस्मिन् विषये चिन्तनं जायमानमस्ति तत्र घट अभावः इति कस्य ज्ञानस्य विषयः इति चेत् ईश्वरीयज्ञानस्य विषयः वा नो चेत् अस्माकं ज्ञानस्य विषयः वा, अस्तु भवतु ईश्वरीयज्ञानमिति स्वीकृत्य अहम् एकं वाक्यं वक्तुं प्रयत्नं करोमि कथं भवति इति पश्येम, घट अभावे प्रमेयत्वमस्ति, किमर्थं प्रमेयत्वमस्ति, ईश्वरीयज्ञानस्य विषयः अपि भवति घटाभावः इति कृत्वा, अस्तु तर्हि भूतले विद्यमानघट अभावस्य प्रतियोगी कः इति चेत् घटः, घट अभावप्रतियोगी घटः, घटप्रतियोगी अभावः कः इति चेत् पटः वा मठः वा, लोके यानि वस्तूनि सन्ति तानि सर्वाणि वक्तुं शक्यते उदाहरणत्वेन, तर्हि घटाभावप्रतियोगी अभावः घटं विहाय लोके सर्वत्र वर्तते इति जातम्। तर्हि इदानीं प्रमेयत्वम् इति कुत्र स्थापयामः? घट अभावप्रतियोगित्व अभावः घट अभावप्रतियोगित्व अभावः यदि प्रमेयत्वं तत्र स्थापयामः घटाभावप्रतियोगित्व अभावः हा घटाभावप्रतियोगित्व अभावः भवितुमर्हति खलु। पटे अस्ति मठे अस्ति तर्हि घटाभावप्रतियोगित्व अभावः प्रमेयः इति स्वीकुर्मश्चेत् घटाभावप्रतियोगित्व अभावः कति स्थलेषु भवति इति चेत् घटं विहाय लोके सर्वेषु वस्तुषु वर्तते किन्तु अभिधेयत्वप्रतियोगित्वाभावप्रतियोगित्वाभावः इति कुत्र वर्तते इति चेत् तादृशवस्तु एव नास्ति इति कृत्वा अभिधेयत्वं प्रमेयत्वस्य व्यापकं भवति इति जातम्। इदानीं किं चिन्तयति वर्षा भगिनि? हा महोदय, लास्ट् लैन् ऐ डिडन्ट् गेट् महोदय, अभिधेयत्व अभावस्य प्रतियोगित्व अभावः इति किल महोदय? हा तद् तद् बुद्धं, किन्तु इदानीं प्रमेयः कः? पूर्वं घटाभावः एव प्रमेयः इति मया उक्तं, तत्र किञ्चित् परिवर्तितम् इदानीं। प्रमेयः अत्र किम् अस्ति महोदय? तत् घटाभावप्रतियोगित्व अभावः इदानीं प्रमेयः। महोदय ध्वनिखण्डनम् अभवत्। घटाभावप्रतियोगित्व अभावः इति प्रमेयः। घटाभावप्रतियोगित्व अभावः घटं विहाय सर्वत्र वर्तते। तर्हि प्रमेयः कः इति चेत् घट अभावप्रतियोगित्व अभावः इति प्रमेयः। स च प्रमेयः कुत्र वर्तते? घटं विहाय सर्वत्र। घटम् इति प्रमेयं विहाय सर्वत्र वर्तते खलु? सर्वेषु प्रमेयेषु घटम् इति प्रमेयं विहाय सर्वेषु प्रमेयेषु वर्तते घटप्रतियोगित्व अभाव घट घटाभावप्रतियोगित्व अभावः। किन्तु तदपेक्षया अभिधेयत्वाभावप्रतियोगित्वाभावः कुत्र वर्तते इति चेत् अभिधेयत्व अभावः एव न भवति। अभिधेयत्व अभावः न भवति चेत् अभिधेयत्व अभावप्रतियोगी एव न भवति। अभिधेयत्व अभावप्रतियोगी एव न भवति चेत् अभिधेयत्व अभावप्रतियोगित्व अभावः एव न भवति इति कृत्वा अत्र सर्वेषु द्रव्येषु वर्तते। अभिधेयत्वं सर्वेषु द्रव्येषु वर्तते किन्तु प्रमेयत्वम् इदानीं प्रमेयः कः? प्रमेयः तु घटाभावप्रतियोगित्व अभावः। हा घटाभावप्रतियोगित्व अभावः एव प्रमेयः इति कृत्वा घटाभावप्रतियोगित्व अभावप्रमेयत्वं घटं विहाय लोके सर्वत्र वर्तते खलु? तर्हि अत्र व्याप्यं जातं, प्रमेयत्वं व्याप्यं जातम्, अभिधेयत्वं व्यापकं जातम्। लिखित्वा पश्यतु, एकवारं लिखित्वा पश्यतु। अस्तु अग्रे पठतु भगिनि, तत् समानाधिकरणम्। अग्रे पठनीयं खलु महोदय? आमां तत् सामानाधिकरण्यम्। तत् सामानाधिकरण्यं प्रमेयत्वे अस्ति इति प्रमेयत्वे अविधेयत्वस्य अन्वयव्याप्तिः आगता. तादृशस्य प्रमेयत्वस्य घटे ज्ञानमेव इह परामर्शः. तादृश यः प्रमेयः अस्ति तस्य घटे यत् ज्ञानं भवति तदेव परामर्शः इति भवति. तद् आकारस्तु घटः प्रमेयत्वाधिकरणवृत्ति अभावप्रतियोगित्व अभाववत् अभिधेयत्वसमानाधिकरणप्रमेयत्ववान् इति. तेन च घटः अभिधेयत्ववान् इति अनुमिति जायते इति सिद्धं प्रमेयत्वस्य केवल अन्वयित्वम्. तर्हि तत्र आकारः कः इत्यस्मिन् एव इत्यस्मिन् एव चिन्तनीयम्. तच्चित्रे अपि दत्तमस्ति किल महोदय, प्रमेयत्वस्य अधिकरणं वृत्ति अभावप्रतियोगित प्रतियोगित्व अभाववत् अभिधेयत्वसामानाधिकरण प्रमेयत्ववान् प्रमेयत्ववान् कः अत्र घटः इति आगतम्. अत्र प्रमेयत्वनिष्ठघटादि घटादि रूपितवान् घटादि घटे विद्यमानवृत्तित्वनिष्ठपटस्य अभावः निरूपिता प्रतियोगितायाः अभावः प्रतियोगितायाः निष्ठ प्रतियोगिता पटे निष्ठ प्रतियोगितायाः पटे अस्ति प्रतियोगिता पटे अस्ति परन्तु प्रतियोगिता अभावः अविधेयत्वे अस्ति. अत्र वाक्यमस्ति तद् आकारस्तु परामर्शस्य, तद् इत्युक्ते परामर्शस्य आकारः कः. तर्हि तद् तद् दीर्घवाक्यमस्ति खलु, तत् स्वीकृत्य वदतु. प्रमेयत्व अधिकरणं प्रमेयत्वस्य अधिकरणं किं? घटम् एते सर्वे घटादि. तर्हि प्रमेयः कः? प्रमेयः कः? घट अभावः वा इति स्वीकृत्य परिशीलयामः. यदि प्रमेयत्वं घट अभावः, प्रमेयत्व अधिकरणं घटं विहाय सर्वे सर्वत्र भवेत् किल महोदय, यदि प्रमेयत्वं घट अभावः इति. प्रमेयत्वं तत्र घटादिः इति लिखितम्, घटः एव प्रमेयः घटः इति. प्रमेयत्वस्य यद् अधिकरणं भूतलम्, तर्हि प्रमेयत्व अधिकरणम् इत्युक्ते भूतलम्. घट अभावः प्रमेयम् इति स्वीकुर्मश्चेत् घट अभावस्य अधिकरणं किं? भूतलं. कुत्र घट अभावः पश्यामः? भूतले एव खलु. तदेव अत्र उपरि लिखितं, प्रमेयत्वस्य यद् अधिकरणं भूतलं तत्र विद्यमानः अभावः घट अभावः. अस्तु, तर्हि प्रमेयत्व प्रमेयः इत्युक्ते भूतले विद्यमानघटाभावः एव प्रमेयः इति स्वीकुर्मश्चेत् प्रमेयत्वस्य अधिकरणं, प्रमेयत्व अधिकरणं भूतलं, तत्र तस्मिन् भूतले वृत्ति अभावः. कस्य वृत्ति अभावः? तस्मिन् भूतले वृत्तित्वं न भवेत्. तत्र तस्मिन् भूतले बहवः अभावाः सन्ति खलु. यस्मिन् भूतले घट अभावः अस्ति तस्मिन् भूतले बहवः अभावाः सन्ति किन्तु ये अभावाः भूतले सन्ति तेषाम् अभावानां प्रतियोगी बहवः भवन्ति, किन्तु तेषु अभावेषु अभावप्रतियोगिषु किं न भवेत्? घटः न भवेत्, घट अभावः इति प्रमेयः. घट अभावः कुत्र अस्ति? भूतले अस्ति. भूतले अन्ये बहवः अभावाः सन्ति, तेषाम् अभावानां प्रतियोगिनः अनेकाः भवन्ति, अनेके भवन्ति. तेषु अनेकेषु कस्य प्रतियोगी न भव कः प्रतियोगी न भवेत् इति चेत् घटः न भवेत्. तदेव अत्र लिखितम्, आशयः तदेव अस्ति. प्रमेयत्व अधिकरणवृत्ति अभावप्रतियोगी अभाववत्. तर्हि प्रमेयत्वस्य अधिकरणं यद्भूतलमस्ति तत्र बहूनाम् अभावानां वृत्तित्वम् अस्ति, किन्तु तेषु वृत्तिषु अत्र प्रतियोगित्व अभावः न भवेत्. कस्य प्रतियोगित्व? घट अभावस्य, यत् प्रमेयमस्ति तस्य अभावस्य प्रतियोगी यदस्ति तस्य तस्य वृत्तित्वं भूतले न भवेत्. तर्हि भूतलं कीदृशमस्ति? प्रमेयत्व अधिकरणवृत्ति अभावप्रतियोगित्व अभाववत् अभिधेयत्व सामानाधिकरणप्रमेयवान् प्रमेयत्ववान् अभिधेयत्व सामानाधिकरण्यप्रमेयत्ववान् इति. तर्हि अत्र अभिधेयत्व सामानाधिकरण्यप्रमेयत्ववान् कः? अस्तु, अहं किं करोमि अस्मिन् विषये अत्र एकं करपत्रं रचयामि, नो चेत् अत्र महोदयेन रचितं वा इति न जाने, किन्तु न रचितं चेत् रचनीयमस्ति. अत्र विषयः कः इति चिन्तनीयं, यद् अत्र दत्तमस्ति तत् इतोपि बहि किमपि चिन्तनीयमस्ति. अत्र प्रमेयत्वं घटादौ घटादिः तेषां वृत्तित्वं पटस्य अभावः भूतलं निरूपितप्रतियोगिता पटः अभावः अभिधेयत्वं घटः प्रमेयत्वं घटः इति अस्ति न, अत्र करपत्रं लेखनीयमस्ति. अस्तु, लिखामि मम अहं तु अवगच्छामि, किन्तु बोधने किञ्चित् क्लेशः अस्ति इति कृत्वा किञ्चित् भिन्नरीत्या एतद् लेखनीयमस्ति. इत्युक्ते अत्र स्टेप् बै स्टेप् अत्र प्रमेयः कः, प्रमेयत्वं कुत्र, अभिधेयः कः इति तादृशं लेखनीयमस्ति. वस्तुतः मम अवगमनमस्ति अत्र भूतलमेव प्रमेयवान् प्रमेयत्ववान् इति अर्थः इति भाति. तेन च घटः अभिधेयत्ववान् इति अनुमितिर्जायते, अभिधेयत्ववान् इति अनुमितिः जायते इति सिद्धं प्रमेयत्वस्य केवलान्वयित्वम्. अस्तु, किं कुर्मः? अहं किञ्चित् लिखामि अस्य परिच्छेदस्य विषये. ऐ विल् ब्रेक् इट् डौन् अण्ड् रैट् इट्. तर्हि तदनन्तरं पुनः चिन्तयेम, इदानीम् अग्रे गच्छेम. केवलव्यतिरेकिणः निरूपणम् इति. अस्तु, सत्यभामभगिनी पठति वा? आं महोदय. केवलव्यतिरेकिणः निरूपणम्. इदानीं केवलव्यतिरेकिणमाह पृथिवी इतरेभ्यो भिद्यते गन्धवत्वात् इति. अयमत्र विवेकः. हेतोः स्वभाववर्णने अन्वयव्याप्तिः व्यतिरेकव्याप्तिश्च निरूपिता. तत्र घटे अभिधेयत्वसाधने प्रमेयत्वं हेतौ व्यतिरेकव्याप्तिः नास्ति इति सः केवलान्वयी हेतुः इति उक्तं तत् कुतः व्यतिरेकव्याप्तिः साध्याभावहेत्वभाव अभावाभ्यां घटिता इति प्राक् दर्शितं तयोः तु साध्यहेतोः केवलान्वयित्वात् अभावः न प्रसिद्धः इति प्रसिद्ध्यति इति न व्यतिरेकव्याप्तिः भगिनी अत्र सम्पूर्णरीत्या न पठति एव अत्र वाक्यशः पठित्वा वदतु नो चेत् पुनः एतत् सर्वं पठनीयं भवति अस्तु भवतु अत्र इदानीं केवलव्यतिरेकव्याप्तिविषये चिन्तयामः इति अत्र वाक्यमस्ति पृथ्वी इतरेभ्यो विद्यते गन्धवत्वात् इति वाक्यं हेतोः स्वभाववर्णने अन्वयव्याप्ति तत् पूर्वं निरूपितम् अस्माभिः स्वभाववर्णे अन्वयव्याप्ति हेतो त्रिविधा भवति अत्र इदानीम् अन्वयव्याप्तिनिरूपितं व्यतिरेकव्याप्तिविषये इदानीं चिन्तयामः इति न न न तदपि स्वभाववर्णने अन्वयव्याप्तिः अन्वयव्याप्तिः इत्युक्ते किम् यत्र यत्र हेतु विद्यमानत्वं हेतुसाध्ययोः विद्यमानत्वं स्वीकृत्य यदा वाक्यं रचयामः तदा अन्वयव्याप्तिः भवति खलु व्यतिरेकव्याप्तिः इत्युक्ते अभावं स्वीकृत्य यदा वदामः तदा व्यतिरेकव्याप्तिः अस्तु तत्र तत्र गण अभिधेयत्वसाधने प्रमेयत्व हेतौ व्यतिरेकव्याप्तिः नास्ति इति सः केवल अन्ययहेतु इति तद् एतद् अस्माभिः इदानीं दृष्टम् अत्र प्रमेयत्वे अभिनेयत्वम् अस्ति अभावः नास्ति इति अतः केवल अन्वयहेतु एव भवति व्यतिरेकव्याप्तिः इति साध्य अभावहेतुत्व अभावाभ्यां घटिता इति प्राक् व्यतिरेकव्याप्तिः साध्य अभावहेतु अभावाभ्यां घटिता इति प्राग्दर्शितम् कीदृशव्याप्तिवाक्यम् इति तयोः तु साध्यहेतोः केवल अन्वयित्वात् अभावः न प्रसिद्ध्यति इति न केवल इति न व्यतिरेकी व्याप्ति तद् घटः अभिधेयवान् प्रमेयत्वात् इति वाक्यस्य विषये उक्तमस्ति एतत् सत्यम् तर्हि अत्र किमुक्तं किमर्थमत्र व्यतिरेकव्याप्तिः न भवति अत्र हेतु साध्यवाक्यस्य अप्रसिद्धिः अस्ति इति कृत्वा तत् अभावः न साध्यं किं व्यतिरेकव्याप्तिः वाक्यं किं भवेत् यत्र यत्र साध्यं यत्र यत्र अभिधेयत्व अभावः तत्र प्रमेयत्व अभावः इति भवेत् किन्तु अभिधेयत्व अभावः वा प्रमेयत्व अभावः न प्रसिद्ध्यति इति कृत्वा व्यतिरेकव्याप्तिः न वक्तुं शक्यते इति बहु उत्तमं समीचीनं अग्रे गच्छतु अत्र हि यत् साध्यं वक्ष्यमाणः इतरभेदः न सः अप्रसिद्धः अस्मिन् वाक्ये इदानीं प्रकृत उदाहरणविषये दत्तमस्ति अत्र वक्ष्यमाणः इतरभेदः इति साध्यं तद् पूर्ववत् न अप्रसिद्धः इति तदा हि इह पृथिवीपक्षः इतरभेदः साध्यं गन्धवत्वं हेतुः गन्धवत्वं तु गन्धः सः पृथ्वी लक्षणं इति उक्तम् एव तत् तावत् वदामि महोदय अस्मिन् वाक्ये पृथ्वी इतरेभ्यो विद्यते गन्धवत्वात् इति वाक्ये पृथ्वीपक्षः इतरभेदः साध्यं गन्धवत्वं हेतु गन्धवत्वम् इत्युक्ते गन्धः एव तद् पृथ्वी गन्धवती इति पृथ्व्याः लक्षणवाक्यं तेन च गन्धेन पृथ्व्याम् इतरभेद इदानीं तेन च गन्धेन गन्धवत्वात् इति हेतुः अस्ति. हेतुं स्वीकृत्य पृथ्व्याम् इतरभेदः साध्यते इति, पक्षे हेतुसाधनीयः इति. किम् इतरभेदः? पृथ्वीं विहाय यावन्ति द्रव्य पृथ्वीं विहाय यावन्ति द्रव्याणि यावन्ति यावन्तो गुणः गुणाः कर्माणि सर्वाणि सामान्यानि विशेषाः समवायः अभावाश्च सप्तपदार्थाः इति ये सप्ता अपि पदार्थाः तेषां भेदाः तत्र गुण किम् इतरभेदः इत्यस्मिन् श्रेण्यां किं किम् इति अत्र दत्तमस्ति. पृथ्वीं विहाय सप्तपदार्थाः ये सन्ति तेषां नाम आवलि द्रव्यगुणकर्म सामान्य समवाय विशेष अभाव. तत्र इतरभेदः इतरभेदः इति तत्र इतर इति पदेन के के स्वीकरणीयाः इति प्रश्नः उदेति खलु. इतर इति पदेन इति पदे किम् अन्तर्भूतं भवति, के के अन्तर्भूताः भवन्ति इति चिन्तनम्. इत्युक्ते लोके सप्तपदार्थाः सन्ति, तेषु द्रव्यम् एकमस्ति, दश नवद्रव्याणि सन्ति, तेषु पृथिवी एकमस्ति खलु. पृथिवी, तर्हि पृथिवी, तर्हि पृथिवीं विहाय लोके यानि वस्तूनि सन्ति तानि सर्वाणि इतर इति पदेन गृहीतानि भवन्ति. तदेव अत्र उक्तम्. इदानीं तेभ्यः तत्र ते तानि सर्वाणि वस्तूनि सन्ति खलु, तेभ्यः भेदः कुत्र वर्तते इति चेत् पृथिव्यां वर्तते. पृथिव्यां वर्तते. तत्र गुणाः चतुर्विंशति, कर्माणि पञ्च, अभावाश्च चत्वारः, समवायः एकः, जातयः विशेषाश्च अनन्ताः इति अनेके भेदाः स्वीकार्यः स्युः इति लाघवात् गुणो न इति एकः भेदः. एवं कर्म न इति सामान्यं न, विशेषो न, समवायो न, अभावो न इति षड्भेदाः स्वीकृत्य अत्र यदि गुणं प्रत्येकं स्वीकृत्य गुणे पुनः कति गुणाः सन्ति, चतुर्विंशतिगुणाः, तेषाम् अपि तेषां विद्यमानत्वं नास्ति इति पृथक् पृथक् न पश्यामः, किन्तु गुणो न इति एकः एव भेदः इति स्वीकृत्य अत्र दत्तमस्ति. इत्युक्ते चतुर्विंशतिगुणाः सन्ति, तेभ्य गुणेभ्यः पृथिवी भिद्यते खलु इति कृत्वा प्रत्येकं गुणं स्वीकृत्य अत्र चिन्तनीयम् इति नास्ति, सर्वेषु गुणेषु गुणत्वम् अस्ति खलु. तर्हि पृथिवी गुणः न इति निरूपयामश्चेत् पृथिवी चतुर्विंशतिगुणाः न इति निरूपितं भवति खलु. निरूपितं भवति इति कृत्वा तत्र उपरि स्तरे स्वीकृतं तावदेव. गुणः न, पृथिवी कर्म न, पृथिवी सामान्यं न इति षड्भेदाः गृहीतव्याः इतरभेदः इत्यस्मिन्. अस्तु, धन्यवादः भगिनि. अग्रे अग्रे रमेश महोदय पठति वा तत्र. आं महोदय. अत्र हि यत् साध्यं वक्षमाणः तत्र गुणे तत्र गुणो न इति भेदप्रतियोगिता सर्वगुणेषु प्रतियोगिता अवच्छेदकं गुणत्वम् इति गुणत्व अवच्छिन्न प्रतियोगिता निरूपकः अयं भेदः. तत्र गुणः न इति भेदप्रतियोगिता सर्वगुणेषु प्रतियोगिता अवच्छेदकं गुणत्वम् इति गुणत्व अवच्छिन्न प्रतियोगिता निरूपकः भेदः. तत्र गुणः भेदप्रतियोगिता इतरभेदः इति एव तत्र साधनीयं. तत्र गुणः न इति भेदप्रतियोगिता सर्वगुणेषु वर्तते, प्रतियोगिता अवच्छेदकगुणत्वम् इति गुणत्व अवच्छिन्न प्रतियोगिता निरूपितः भेदः, गुणसामान्यभेदः इति उच्यते. न बुद्धं महोदय पूर्णतया. अस्तु, प्रथमम् अत्र भेदः इत्युक्ते किम्? यत् भिन्नः अस्ति तदेव भेदः. परन्तु अभावः चतुर्विधाः खलु. हा, तत्र भेदः इत्युक्ते किम्? तत्र अन्योन्यभावः एव, अन्योन्यभावः भेदः. भेदः इत्युक्ते अन्योन्यभावः. अन्योन्य अभावस्य अन्योन्य अभावः अभावः अपि एकविध अभावः इति कृत्वा अन्योन्य अभावस्यापि प्रतियोगी भवति खलु. तर्हि इदानीं वाक्यमस्ति पृथिवी गुणः न इति वाक्यं. पृथिवी द्रव्यमस्ति खलु, न तु गुणः इति कृत्वा पृथिवी गुणः न इति वाक्यं. तर्हि पृथिवी गुणः न इत्यस्मिन् वाक्ये अत्र प्रतियोगी कः इति चेत् अत्र भेदप्रतियोगिता सर्वेषु गुणेषु वर्तते खलु. पृथिवी गुणः न इति अन्योन्य अभाववाक्यं, यथा घटः पटः न इति वाक्यं, तथा पृथिवी गुणः न इति अन्योन्य अभाववर्णनवाक्यम्. तर्हि तत्र अन्योन्य अभावः अन्योन्य अभाववर्णनवाक्ये अन्योन्य अभावस्य प्रतियोगिनः सन्ति खलु. अस्मिन् वाक्ये प्रतियोगिनः के इति चेत् सर्वे गुणाः. सर्वे गुणाः प्रतियोगिनः सन्ति खलु. प्रतियोगिनः सन्ति. सरि, इत्युक्ते पृथिवी गुणः न इति चेत् पृथिवी चतुर्विंशतिगुणाः न इति अर्थः खलु. आम्, सर्वेषु गुणेषु गुणत्वं वर्तते, येषु गुणेषु प्रतियोगित्वं वर्तते इति कृत्वा गुणत्वं प्रतियोगित्वस्य अवच्छेदकः भवति. पृथिवी अन्योन्य अभावः गुणे वर्तते. न, पृथिवी अन्योन्य अभावः न, गुण अन्योन्य अभावः पृथिव्यां वर्तते, गुणभेदः पृथिव्यां वर्तते. गुण अन्योन्य अभावस्य प्रतियोगी कः? यद् गुणः गुण नास्ति तद् भवितुम् अर्हति. गुण नास्ति इति किमर्थं वदति? न, गुण अन्योन्य अभावः गुण अन्योन्य अभावस्य प्रतियोगी गुणः एव. गुणः, गुणे किमस्ति? गुणत्वम् अस्ति. तर्हि प्रतियोगित्वं गुणे अस्ति, गुणत्वं गुणे अस्ति इति कृत्वा गुणत्वं सर्वेषु गुणेषु विद्यमानप्रतियोगिनः अवच्छेदकः भवति खलु, समानस्तरे अस्ति इति कृत्वा आम् अवच्छेदकः भवितुम् अर्हति, तदेव अत्र उक्तं गुणः, तत्र गुणः न पृथिवी, गुणः न इति भेदप्रतियोगिता सर्वेषु गुणेषु प्रतियोगिता अवच्छेदकं गुणत्वम् इति गुणत्वावच्छिन्नप्रतियोगितानिरूपकं निरूपकः अयं भेदः इति आगतम्। एतदेव अयमेव गुणसामान्यभेदः इत्युच्यते। तर्हि गुणसामान्यभेदः पृथिव्यां वर्तते। रूपभेदः पृथिव्यां वर्तते, अत्र स्पर्शभेदः पृथिव्यां वर्तते इति चतुर्विंशतिगुणानां भेदः प्रत्येकं भेदः पृथिव्यां वर्तते इति अनुक्त्वा गुणानां भेदः गुणत्वावच्छिन्न प्रतियोगित्व प्रतियोगित्वनिरूपितभेदः पृथिव्यां वर्तते इति वदामश्चेत् लाघवमस्ति खलु, प्रत्येकं गुणं स्वीकृत्य भेदः न वर्णनीयः खलु। हा, गुणसामान्यभेदः पृथिव्यां वर्तते इति वदामश्चेत् सर्वे गुणाः गुणानाम् अपेक्षया अत्र सर्वेभ्यः गुणेभ्यः पृथिवी भिद्यते इति आगच्छति खलु। इति कृत्वा अत्र सामान्यभेदं स्वीकृत्य अत्र साधितं। तर्हि इतरभेदः इत्यस्मिन् किम् अन्तर्भूतमिति चेत् गुणभेदः अन्तर्भूतः, गुणभेदः स्वीकरणीयः। तावत् बुद्धं वा? तावत् बुद्धं महोदय। अस्तु, अग्रे पठतु। अयमेव गुणसामान्यभेदः इत्युच्यते, अयं च गुणेषु न क्वपि अस्ति। हा, तदपि बुद्धं। कुतः? यतः रूपादौ स्वात्मकगुणः तादात्म्येन भवति, यत्र हि तादात्म्येन प्रतियोगी न तत्र भेदः इति गुणः न इति भेदः गुणान् विहाय सर्वेषु पदार्थेषु वर्तते। अयं च गुणेषु न क्वपि अस्ति, गुणसामान्यभेदः गुणेषु न वर्तते इति सत्यं। कुतः? यतः रूपादौ स्वात्मकगुणः, तर्हि रूपादौ यद्गुणः अस्ति तादात्म्येन भवति, यत्र तादात्म्येन महोदय रूपं रूपे केन सम्बन्धेन वर्तते? तादात्म्यसम्बन्धेन एव वर्तते। हा, तर्हि रूपं रूपे तादात्म्यसम्बन्धेन सर्वदा वर्तते इति कृत्वा रूपे रूप अन्योन्य अभावः न भवति खलु? तदेव अत्र उक्तं, यत्र हि तादात्म्येन प्रतियोगी न तत्र भेदः इति पुनः न इति भेदः। हा, तद् बुद्धं। हा, गुणा अत्र न तत्र भेदः इति गुणः न इति भेदः इत्यत्र अत्र भेदः इति गुणः न इति आवरणे स्थापयतु, यु पुट् दट् इन् कोट्स्। अत्र अन्योन्य अभाववाक्यं किम् इति चेत् भेदः इति गुणः न इति अन्योन्य अभाववाक्यं। भेदः इति गुणः न, अन्योन्य अभावः गुणः न, अभावस्य एकविधमस्ति खलु। सो अन्योन्य अभावः इस् नाट् अ गुण, तदेव वाक्यम्। भेदः इति गुणः न इति भेदः गुणान् विहाय सर्वेषु पदार्थेषु वर्तते। अस्तु, अग्रे। एवम् एवं कर्म न इति सामान्यभेदः अपि कर्म विहाय अन्येषु पदार्थेषु वर्तते। एवं कर्म न इति सामान्यभेदः अपि कर्म विहाय अन्येषु पदार्थेषु वर्तते. आम् सामान्यं न इति भेदः, सामान्यं न इति भेदः. सर्वसामान्यानि विहाय अन्यत्र वर्तते. सर्वत्र विशेषः न, समवायः न, अभावः न इति अत्रापि तथैव. तर्हि इदानीं षड् वाक्यानि उक्तानि. पृथिवी गुणः न, पृथिवी कर्म न, पृथिवी सामान्यं न, पृथिवी विशेषः न, पृथिवी अभावः न, पृथिवी अन्यत् किमपि आसीत्, समवायः न इति षड् वाक्यानि उक्तानि. द्रव्यं न इति भेदः तु न साध्यते अन्तर्भवति. पृथ्वी द्रव्यम् अस्ति तर्हि तस्य भेदः न भवितुम् अर्हति. द्रव्ये भेदः इति न वक्तुं शक्यते. पृथ्वी खलु प्रकृतपक्षः, सा अपि द्रव्यम्, अतः तत्र जलं न, तेज न इत्यादि भेदाः सन्तु नाम. द्रव्यं न इति भेदः न पृथिव्यां साधयितुं शक्यः. अतः पृथ्वीं विहाय अन्यानि अष्टौ द्रव्याणि आदाय तेषाम् अष्टौ भेदाः, गुणादीनां तु षट् सामान्यभेदाः, आहत्य चतुर्दशभेदाः लभ्यन्ते. तथा च बुद्धं महोदय, सर्वे यदि रूपम् इति साधयामश्चेत् तत्र रूप रूपे भिद्यते इतरभिन्नः इति साधितुम् इच्छन्ति चेत् षट् सामान्य भेदाः साधनीयाः, त्रिविंशत् रूपभेदाः रूपं गुणभेदाः साधनीयाः भवति. तत् समीचीनं वा? न न, सो अत्र वाक्यं किं, लेट् अस् से, नो नो, ऐ एम् टेकिङ्ग् अ डिफ्रेण्ट् एक्साम्पल् महोदय. लेट् अस् से ऐ वाण्ट् टु से दट् रूप गुण काल्ड् रूप इस् डिफ्रेण्ट् फ्रम् एव्रिथिङ्ग् एल्स्. Then I'll have to still demonstrate the 6 different samanya bedaha and the 23 guna bedaha. Correct. Perfect. So that is, so just to make sure that my understanding is correct. So that's what is happening. Absolutely. Here. Exactly. Okay. Exactly. So in that case, it will be 6 plus 23, 29. 6 plus 23, 29 there. Here it will be 14. 14. Satyam. Tathacha. सङ्ग्रहपङ्क्तौ इतरेभ्यः भिद्यते इति साध्यनिर्देशः कुतः सः एतान् कृतः सः एतान् चतुर्दशभेदान् बोधयति. तर्हि इतरेभ्यः भिद्यते इत्युक्ते चतुर्दशभेदान् एव तत्र साधनीयः. हा, इत्युक्ते अत्र इतरेभ्यः इति पञ्चमी बहुवचनं, तत्र इतरेभ्यः इत्यत्र के कानि स्वीकरणीयानि इति चेत् चतुर्दश वस्तूनि स्वीकरणीयानि. तेभ्यः पृथिवी भिद्यते इति साधनीयं. बुद्धं खलु? बुद्धं महोदय. अस्तु, बहु समीचीनम्. तर्हि स्वामी महोदय पठितुमिच्छति वा? न श्रूयते. अस्तु रमेश महोदय, भवानेव अग्रे पठतु. पर्वतः वन्यमान्. हा स्वामी महोदय, वक्तुमिच्छ पठितुं शक्यते महोदय? अस्तु अस्तु, हा न श्रुतम् अतः. अस्तु, भवान् पठतु महोदय. पर्वतः वह्निमान् इत्यादौ वह्नित्वेन वह्निरेव साध्यते. इह तु इतरेभ्यः भिद्यते इत्यत्र इतरपदेन अष्टौ द्रव्याणि गुणादयः षट्पदार्थाः च बोध्यन्ते. पर्वतः वह्निमान् इति यद्वाक्यमस्ति वह्नित्वेन वह्निरेव साध्यते. इत्युक्ते पर्वतः वह्निमान् इत्यत्र साध्यं किं? वह्नि महोदय, वह्निः तत्र वह्नित्वं साधितं भवति, किन्तु वस्तुतः किं साध्यते इति चेत् वह्निः एव साध्यते. इह तु इतरेभ्यः भिद्यते इति यद् मूले उक्तम्, इतरपदेन अष्टद्रव्याणि गुणादयः षट्पदार्थाः स्वीकरणीयाः, बोध्यन्ते, तदेव अवगन्तव्यं. खिन्नः भिद्यते इति पदेन बोधिते भेदे चतुर्दशानां पदार्थानां प्रत्येकम् अन्वयः इति चतुर्दशभेदाः साध्यम् इति अर्थः लभ्यते. तर्हि पृथिवी इतरेभ्यः भिद्यते गन्धवत्वात् इति वाक्ये पक्षः कः? पृथिवी इतरेभ्यः पृथिवी एव पृथिवी एव पक्षः महोदय. उत्तमं, साध्यं किम्? साध्यं बन्धवत्वात् तु भिद्यते एव स्मः. केवलं भिद्यते नास्ति, इतरेभ्यः भिद्यते. भिद्यते इत्यस्य अर्थः नास्ति खलु? इतरेभ्यः भिद्यते पृथिवी, इतरेभ्यः भिद्यते गन्धवत्वात्. तर्हि पृथिवी इति पक्षः, इतरेभ्यः भिद्यते इति साध्यं खलु महोदय? इतरेभ्यः भिद्यते इत्युक्ते इतरभेदः साधनीयः. तर्हि कति इतरभेदाः साधनीयाः इति चेत् चतुर्दश इतरभेदाः साधनीयः, तदेव साध्यं. चतुर्दश इतरभेदाः साध्याः इति अर्थः लभ्यते इति उक्तम्. यद्यपि गुणः गुणः न कर्म न इति एकैकः भेदः गुणं विहाय सर्वत्र कर्म विहाय सर्वत्र भवेत्, तथापि चतुर्दशानां भेदानां समुदायस्तु पृथिव्याम् एव इति न क्लेशः. गन्धम् इति गुणं विहाय अन्य गुणः वा कर्मविहाय? महोदय न बुद्धं सम्यक् महोदय, कर्मविहाय सर्वत्र भवेत्? न न, अत्र नूतनं किमपि नास्ति, किन्तु यद् रमेश् महोदयेन पठितं, सत्यभाम भगिन्या पठितं, तद् बुद्धं खलु महोदय? किञ्चित् किञ्चित् एव अत्र गुण किञ्चित् किञ्चित् अस्तु. यद्यपि गुणः न, यत्किमपि गुणः न इति चेत् तत्र गुणः न कर्म न इति एकैकः भेदः गुणं विहाय. गुणः न इति भेदः गुणं विहाय अन्यत्र सर्वत्र भवति खलु महोदय? भेदः पृथिवी अत्र गुणः न इति भेदः कर्मे अस्ति, समवाये अस्ति, सामान्ये अस्ति इति गुणभेदः गुणान् विहाय अन्यत्र सर्वत्र अस्ति, पृथिव्यामपि अस्ति, किन्तु केवलं पृथिव्यामेव इति न, सर्वत्र अस्ति, किन्तु अत्र चतुर्दशभेदाः ये उक्ताः, अत्र षड् षड् सामान्यभेदाः अपि च अष्टविशिष्टद्रव्यभेदाः इति एकं समुदायं कुर्मश्चेत् दीस् 14 भेदास् ते तु केवलं पृथिव्यामेव भवति खलु मिलित्वा. महोदय खलु बुद्धं वा? समुदायस्तु पृथिव्याम् एव इत्युक्ते अत्र चतुर्दशभेदाः समुदायरूपेण कुत्र अस्ति इति चेत् केवलं पृथिव्यामेव अस्ति. चतुर्दशभेदाः अत्र किं जले अस्ति वा? जले जलभेदः नास्ति खलु? नास्ति महोदय. जलभेदं विहाय त्रयोदशभेदाः जले अस्ति, किन्तु जलभेदः नास्ति. जलभेदस्य स्थाने इदानीं पृथिवीभेदः जले आगच्छति. किन्तु अत्र समुदायम् इति स्वीकुर्मश्चेत् चतुर्दशभेदाः यस्मिन् जलभेदः अपि अन्तर्भूतः अस्ति, तर्हि जलभेदे एते चतुर्दशभेदाः न भवन्ति. अस्तु अस्तु, समीचीनं महोदय. ऐ वास् थिङ्किङ्ग् बट् समुदाय विल् आल्वेस् कण्टेन् 14. न, समुदाय कण्टेन् 14, बट् द सेम् 14 विल् नाट् बी देयर्. सत्यं सत्यं. हा, इति तथापि चतुर्दशानां भेदानां समुदायस्तु पृथिव्यामेव इति न क्लेशः. अग्रे पठतु. इह पृथिवीरूपे पृथिवीरूपे पक्षे सन्ति चतुर्दशभेदाः न तथा जले. सत्यं. तत्र इतरेषु त्रयोदशसु भेदेषु सत्सु अपि जलभेदः नास्ति, एवम् आत्मनि अपि. तत्र जलादिभेदेषु सत्सु अपि आत्मभेदः नास्ति. इदानीं मया उक्तं खलु, तदेव अत्र दत्तं. गुणे अपि तथा. सर्वेषु नवद्रव्येषु चतुर्दशभेदाः भवन्ति, स्वभेदं विहाय अन्ये चतुर्दशभेदाः भवन्ति, किन्तु ते एव भेदाः, चतुर्दशभेदाः न भवन्ति. पृथिव्यां चतुर्दशभेदाः ये सन्ति ते एव भेदाः जले अपि इति नास्ति. तत्र चतुर्दशभेदाः भवन्ति, किन्तु जलभेदः नास्ति, किन्तु तस्मिन् स्थाने पृथिवीभेदः आगच्छति. गुणे अपि तथा. भवेयुः तत्र अन्ये भेदाः, एकनिमिषं महोदय. अत्र तत्र इतरेषु त्रयोदशसु भेदेषु सत्सु अपि जलभेदः नास्ति इति एव दत्तं खलु? आम्, इत्युक्ते अत्र चतुर्दशभेदेषु पृथिव्यां चतुर्दशभेदाः वर्तन्ते खलु? आं वर्तन्ते. तेषु अन्यतमः अस्ति जलभेदः. आम्, तर्हि इदानीं जले जलभेदः न भवति खलु? न भवति. परन्तु पृथिव्यां विद्यमान त्रयोदशभेदाः जले भवति, तस्मादुपरि पृथिवीभेदः जले भवति. आम् आम् आम् इदानीम् अवगतवती. अस्तु, धन्यवादः. अग्रे. भवेयुः तत्र अन्यभेदाः, न तत्र गुणभेदः अस्ति. न हि गुणः न गुणः इति सम्भवति. गुणः गुणः न इति न वक्तुं शक्यते खलु? यथा घटः पटः न इति वक्तुं शक्यते, गुणः गुणः न इति वक्तुं शक्यते. महोदय, वाक्यं पुनः वदतु महोदय. घटः पटः न इति वक्तुं शक्यते खलु? सत्यं. द्रव्यं गुणः न इति वक्तुं शक्यते. सत्यं. पृथिवी गुणः न इति वक्तुं शक्यते आं महोदय. पृथिवी पृथिवी न इति वक्तुं शक्यते वा? न. एवं गुणः गुणः न इति वक्तुं शक्यते वा? न. तदेव अत्र लिखितं, न हि गुणः न गुणः इति सम्भवति. गुणः गुणः न इति न वक्तुं शक्यते इति अर्थः. ओ गुणः गुणः न इति न सम्भवति इति अन्वयः. परमार्थतः तु जलादिपदार्थेषु चतुर्दशसु इतरेषां भेदानां सत्त्वे अपि स्वभेदः न भवितुमर्हति इति न क्वापि चतुर्दश भेदाः. तर्हि पृथिव्यां ये चतुर्दशभेदाः सन्ति ते एव भेदाः अन्येषु पदार्थेषु वर्तते इति न वक्तुं शक्यते खलु? सत्यं. हा अग्रे. पृथिव्यां तु जलादिसकलपदार्थानां भेदसत्त्वे न किञ्चित् बाधकम्. इति कृत्वा अत्र इतरेभ्यः भिद्यते इति साध्यम् इत्यस्य अर्थः कः इति ज्ञातम्. तर्हि किं साधनीयम्? अत्र चतुर्दशभेदाः पृथिव्यां वर्तते इति साधयामश्चेत् अनुमानं साधितं भवति. तदेव अत्र उक्तम्. अस्तु, अत्र स्थगयेम. अत्र विरमणात् पूर्वम् एकं वक्तुमिच्छामि. अत्र यः परिच्छेदः वर्षाभगिन्या पठितं तत्र बहु किमपि अस्माभिः चिन्तितमस्ति. तत्र वस्तुतः किं साधनीयम् इति चेत् परामर्शवाक्यमेव अत्र लिखितमस्ति. तदाकारस्तु घटः प्रमेयत्व अधिकरणभृत्यभावप्रतियोगित्वाभाववत् अभिधेयत्वसामानाधिकरणे समानाधिकरणप्रमेयत्ववान् इति वाक्यम् अत्र परामर्शवाक्यमस्ति. तर्हि किं कुर्वन्तु भवन्तः अपि, एतदेव गृहपाठं भवति. पेज् 208 मध्ये एकं चित्रमस्ति खलु, तत्र व्यतिरेकव्याप्तेः व्यतिरेकव्याप्त्या हेतोः कः लाभः इति. तत्र यत् चित्रं दत्तमस्ति, चित्रं नम्बर् 148, तत्तु परामर्शस्य आकारः अस्ति. अपि च अत्र अन्वयव्याप्तेः कुत्र अस्ति? अस्तु, तर्हि किं करणीयम्? अत्र 148 तदेव स्वीकुर्मः. तादृशम् अत्र चित्रं रचनीयं. तादाकारस्तु घटप्रतियोगित्व अधिकरणवृत्ति अभावप्रतियोगित्वाभाववत् अभिधेयत्वसामान्यं. वस्तुतः अत्र किं साधनीयं? यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम् इति अन्वयवाक्यमस्ति, अन्वयव्याप्तिवाक्यमस्ति. तादृश अन्वयव्याप्तिः एव प्रमेयत्वम् इति हेतौ अस्ति. स च हेतुः कुत्र अस्ति? घटे अस्ति. पर्वतः वह्निमान् धूमात् इत्युक्ते यत्र यत्र यत्र यत्र वह्निः यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिः धूमे अस्ति. स च धूमः पर्वते अस्ति इति एव भवति खलु अन्वयव्याप्तिवाक्यं. तर्हि तादृशवाक्यं तादृशचित्रं रचनीयं. यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम् अभिधेयत्वम् इति व्याप्तिः अन्वयव्याप्तिः. यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम् इति अन्वयव्याप्तिः. स च अन्वयव्याप्तिः कुत्र अस्ति इति चेत् प्रमेयत्वे अस्ति. स च प्रमेयत्वं कुत्र अस्ति? इदानीमत्र उदाहरणं किं? घटेयः अभिधेयः प्रमेयत्वात् पठवत् इति वाक्यं. तर्हि अत्र घटः इति पक्षः, अभिधेयः इति साध्यं, प्रमेयत्वम् इति हेतुः. तर्हि यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम् इति व्याप्तिः प्रमेयत्वम् इति हेतौ भवेत् अपि च तादृशप्रमेयत्वं घटः इति साध्ये भवेत् घटः इति पक्षे भवेत् साध्यं किम् अभिधेयत्वं तर्हि एतच्चित्रं दृष्ट्वा एतादृशचित्रं रचयन्तु तदा अर्थबोधः जायते इति भाति अहमेव तस्य प्रयत्नं करोमि अग्रिमे वर्गे तस्मिन् विषये चर्चां कृत्वा अग्रे गच्छेम अस्तु अत्र स्थगयेम सर्वेभ्यो नमस्कारः धन्यवादाश्च